सर्वेषां संस्कृतकक्षायां स्वागतम्। अधुना अहम् एकं सुभाषितं श्रावयामि। मातेव रक्षति पितेव हिते नियुङ्क्ते, कान्तेव चापि रमयत्यपनीयखेदम्, लक्ष्मीं तनोति वितनोति च दिक्षु कीर्तिम्, किं किं न साधयति कल्पलतैव विद्या। इत्युक्ते विद्या कल्पलता इव किं किं न साधयति, इत्युक्ते विद्यया लोके सर्वं साधयितुं शक्यं, विद्यायाः साहाय्येन वयं सर्वं साधयितुं शक्नुमः इति तस्य अर्थः। अनन्तरं वयं गते सप्ताहे भवान् कः, भवती का इति प्रश्नद्वयं ज्ञातवन्तः। कोऽपि वदति वा भवान् कः भवती का इत्युक्ते किम्? किं करोति? उत्तमं, तदेव किं करोति? भवान् किं करोति, भवती किं करोति इति एव तस्य अर्थः। किं करोति, भवान् किं करोति, भवती किं करोति, तथा अहं किम् अस्मिन् विषये अहम् एकं वक्तुमिच्छामि। वयं साधारणतया पूर्वतनकाले राज्ञः सन्ति, राज्ञः इति पदं राजा इति पदस्य बहुवचनरूपं, राज्ञः सन्ति, तेषां पार्श्वे सेवकाः सन्ति, सेवकाः सर्वदा राजानाम् उद्दिश्य पृच्छन्ति, प्रभो अहं किं करोमि, भवतः कृते किं करोमि इति पृच्छन्ति, किं करोमि किं करोमि इति वदन्ति। तदर्थमेव यः सर्वदा किं करोमि इति उक्त्वा सेवां करोति सः एव किङ्करः, किङ्करः। तथा एव वयं जानीमः यमकिङ्कराः इति पदं, तत्पदमपि तथा एव आगतम्। उत्तमं भगिनि। यमराजानः किङ्कराः, सर्वदा यः किं करोमि इति उक्त्वा सेवां करोति तथा एव वयं देवालयं गत्वा तत्रापि वयं पूजां कुर्मः, पूजा कुर्मः अनन्तरं किञ्चित् सेवामपि कुर्मः, तत्र सा सेवा अपि तस्य नाम अस्ति कैङ्कर्यं। तदर्थमेव वयं देवालयं गत्वा तत्र कैङ्कर्यं करोमि इति वदामः। कैङ्कर्यम् इति पदं कथम् आगतम् इत्युक्ते किङ्करस्य भावं कैङ्कर्यं, यथा सुन्दरस्य भावं सौन्दर्यं, मधुरस्य भावं माधुर्यं। नौन् फार्म्? भाववाचकपदानि एतानि, एतानि भाववाचकपदानि। अनन्तरम् उष्णस्य भावम् औष्ण्यं, तथा एव शीतलस्य भावं शैत्यं, तथा एव अत्र किङ्करस्य भावं कैङ्कर्यं। कैङ्कर्यम् इत्युक्ते सेवा, सर्वदा वयं परमात्मनः समीपे किं वदामः, प्रभो अहं किं करोमि इति वदामः। इदानीन्तनकाले आधुनिककाले वयं सर्वे किङ्कराः एव, परन्तु वयं बास् महोदयस्य किङ्कराः न तु परमात्मनः। तथा अत्र किं करोमि इत्युक्ते भवती किं करोति इति अर्थः, भवान् कः इत्युक्ते। अनन्तरं गृहपाठं प्रति गच्छामः। गृहपाठः किम् आसीत्? कः वदति गृहपाठः? अभ्यासपुस्तकस्य एकादशमपुटात् अभ्यासद्वयं कुर्वन्तु इति. उत्तमम्, उत्तमं महोदय. भवान् एव प्रारम्भं करोतु, भवान् एव करोतु. तत्र भवान् अवगत, अत्र गृहपाठः सुकरः वा अथवा दुष्करः वा, कठिनं वा? सुकरः इत्युक्ते, सुकरः इत्युक्ते ईज़ि, ईज़ि. दुष्करः डिफिकल्ट्, मुश्किल्. उत्तमम्, उत्तमं महोदय. मुश्किल् है, कठिनं वा? गृहपाठः कथमस्ति? सुकरम् आसीत्. सुकरं. भवान् कुशलं वा महोदय? सर्वं कुशलं वा? अहं कुश वदतु महोदय, भवान् कुशलं वा? कुशली न श्रूयते महोदय, सम्यक् न श्रूयते. श्रूयते वा? हा, वदतु. अहं कुशली अस्मि. अहं कुशली अस्मि. अस्मि, अस्मि. उत्तमम्, उत्तमं. भवान् करोतु, गृहपाठः सुकरः एव भवतः कृते. अन्येषां कृते कथमस्ति पश्यामः. करोतु. सरयूनदी अयोध्या. तत्र सूचनां पठतु प्रथमतया. एकनिमिषम्, अहं एकनिमिषम्. आवरणे विद्यमानस्य पदस्य उचितं रूपं रिक्ते स्थले लिखतु. अत्र आवरणे इत्युक्ते, आवरणे इत्युक्ते ब्राकेट्. भवान् महोदय, भवान् जानाति इति अहं जानामि, परन्तु सर्वेषां कृते, यदि कोऽपि न जानाति चेत्. अन्य केनापि विलम्बेन आगतं वा? सतीश् भाटि. स्वागतं महोदय. रघुपति आचार्यमहोदयः महोदयं विना सर्वे, रघुपति आचार्यमहोदयं विना सर्वे म्यूट् कुर्वन्तु. अधुना रघुपति आचार्यमहोदय वदति, अन्ये सर्वे म्यूट् कुर्वन्तु कृपया, अत्र बहु ध्वनिः अस्ति. महोदय वदतु. सरयू नदी उदाहरण, सरयू नदी आवरणे अस्ति, दत्तमस्ति. सरयू नद्याः तीरे अयोध्या अस्ति. अत्र पश्यामः, आवरणे, आवरणम् इत्युक्ते किम्? आवरणम् इत्युक्ते बौण्ड्रि. आवरणम् इत्युक्ते, अत्र आवरणम् इत्युक्ते पेरेन्थिसिस्. ओके, उत्तमम्. विद्यमानस्य पदस्य, तयोर्मध्ये सम्बन्धः अस्ति वा? विद्यमानस्य पदस्य षष्ठीविभक्तिः अस्ति. पदस्य, विद्यमानस्य पदस्य यत् दृश्यते तस्य पदस्य उचित आवरणे यत् दृश्य यत् दीयते तस्य तस्य पदस्य उचितं रूपं रिक्ते स्थले लिखतु इति. उत्तमं, रिक्तस्थले लिखतु. पदस्य इति शब्दस्य विशेषणम् एव विद्यमानस्य. उचितं रूपं, तत्रापि रूपम् इति पदस्य विशेषणम् उचितम्. उचितं विशेषणं. तथा एव स्थलम् इति पदस्य विशेषणं रिक्तम्. रिक्ते स्थले विभक्तिः का? सप्तमविभक्ति. उत्तमं, लिखतु. लकारः कः? लोट् लकारः. आज्ञार्थकः. आज्ञार्थकः वा अथवा आज्ञार्थकः? प्रार्थना. प्रार्थना. ओके, प्रार्थनार्थे, आज्ञार्थे वा प्रार्थनार्थे वा. उत्तमम्. अधुना करोतु. केवलम् केवलम् अवगमनार्थमेव अहं पृच्छामि. भवान् जानाति एव, वदतु. अयोध्या राजा दशरथ, अयोध्यायाः राजा दशरथः. अत्र अयोध्या अकार आकारान्त स्त्रीलिङ्ग अतः अयोध्यायाः राजा दशरथः, षष्ठी विभक्ति. दशरथः कस्याः राजा? दशरथः अयोध्याया अयोध्यायाः राजा. अयोध्यायाः राजा कः? अयोध्यायाः राजा दशरथः. अनन्तरं दशरथः चत्वारः पुत्राः. दशरथस्य चत्वारः पुत्राः. दशरथस्य कति पुत्राः? दशरथस्य चत्वारः पुत्राः. अनन्तरं प्रथम नाम रामः. प्रथमस्य नाम रामः. अत्र प्रश्नं पृच्छामश्चेत् कथं प्रश्नवाचकवाक्यं कथं भवति जानाति वा? प्रथमस्य नाम नामकः. प्रथमस्य नाम किं? प्रथमस्य नाम कः? अत्र पश्यतु, प्रथमस्य नाम किम्? किं किं नाम नपुंसकलिङ्ग. ओके, नाम किम्? अथवा कथमस्य नाम रामः? कथमस्य राम नाम रामः. ओके, प्रथमस्य कथमस्य नाम रामः वदतु. प्रथमस्य नाम रामः. उत्तमम्. अनन्तरं द्वितीयस्य नाम भरतः. भरतः कथमः? भरतः द्वितीयः. उत्तमम्. अनन्तरं तृतीय चतुर्थ्या च नाम तृतीयः चतुर्थः च नाम लक्ष्मणः शत्रुघ्नः च. तृतीयस्य चतुर्थस्य च नाम लक्ष्मणशत्रुघ्नः च. अत्र च इति पदं, च इत्यस्मिन् विषये किञ्चित् वदतु. च इत्युक्ते एण्ड् एण्ड् किं वदामि संस्कृते च एव, परन्तु एकाक्षरपदं च अव्ययः अस्ति. अव्ययम् अव्ययम् अव्ययम् अव्यय अव्ययम् इत्युक्ते किम्? अव्ययम् इत्युक्ते तस्य विभक्ति वचने कोऽपि कोऽपि इत्युक्ते लिङ्गवचनविभक्तिशून्यं, परिवर्तनं न भवति. लिङ्गवचन परिवर्तनं न भवति. उत्तमम्. अनन्तरम् अनन्तरं एकनिमिषम् रामः कौसल्याः पुत्रः. पुनः वदतु. भरत रामः कौसल्यायाः पुत्रः. उत्तमं. भेदः कः? प्रथमं किम् उक्तवान् भवान्? कौसल्यायाः. यदि कौसल्याः वदामश्चेत् विभक्तिः का? कौसल्याः स्त्रीलिङ्ग अस्ति, अतः षष्ठीविभक्तिरूपम् अस्ति कौसल्यायाः. केवलं कौसल्याः वदामश्चेत् बहुवचनम्. प्रथम बहुवचनम् प्रथमाविभक्ति वदतु महोदय. कौसल्यायाः केवलं इति एतत् अन्यः कौसल्या प्रथमविभक्ति कौसल्या प्रथमाविभक्तौ एकवचने कौसल्या एकवचने कौसल्या बहुवचने किं भवति कौसल्याः उत्तमम् अनन्तरं करोतु भरतः कैकेयी पुत्रः भरतः कैकेय्याः पुत्रः कैकेय्याः पुत्रः कस्याः पुत्रः भरतः कैकेय्याः पुत्रः भरतस्य माता का भरतस्य माता कैकेयी उत्तमम् अनन्तरं लक्ष्मणः शत्रुघ्नः च माता सुमित्रा लक्ष्मणस्य शत्रुघ्नस्य च माता सुमित्रा लक्ष्मणस्य शत्रुघ्नस्य च माता सुमित्रा उत्तमं यदि द्विवचने वदामश्चेत् लक्ष्मणशत्रुघ्नौ लक्ष्मणशत्रुघ्नयोः च माता लक्ष्मणशत्रुघ्नयोः माता सुमित्रा उत्तमं लक्ष्मणशत्रुघ्नयोः माता का लक्ष्मणशत्रुघ्नयोः माता सुमित्रा उत्तमम् अनन्तरं रामः रावणः कुम्भकर्णः रामः रावणः कुम्भकर्णः च वधं कृतवान् रामः रावणस्य कुम्भकर्णस्य च वधं कृतवान् द्विवचने वदतु द्विवचने चेत् रामः रावणकुम्भकर्णयोः वधं कृतवान् उत्तमं रामः कयोः वधं कृतवान् रामः रावणकुम्भकर्णयोः वधं कृतवान् उत्तमं महोदय धन्यवादः धन्यवादः अनन्तरं कः करोति वंशी सुधा भगिनी भवती करोति वा आं महोदय मथुरा राजा उग्रसेनः मथुरायाः राजा उग्रसेनः कस्याः राजा उग्रसेनः मथुरायाः राजा मथुरायाः राजा उग्रसेनः मथुरायाः राजा उग्रसेनः लक्ष्मी वंशी सुधा भगिनीं विना सर्वे म्यूट् कुर्वन्तु कृपया भगिनी वदतु भगिनी अग्रिमं पठामि महोदय अग्रिमम् उग्रसेनः पुत्रः कंसः उग्रसेनस्य पुत्रः कंसः कंसः कस्य पुत्रः कंसः उग्रसेनस्य पुत्रः उग्रसेनस्य पुत्रः कः उग्रसेनस्य पुत्रः कंसः उत्तमम् अनन्तरं कंसः भगिनी देवकी कंसस्य भगिनी देवकी देवक्याः भ्राता कः देवक्याः भ्रातः कंसः भ्रातः इति पदं न सम्यक् यथा माता पिता भ्राता तथा भ्राता इति पदं रुकारान्तपदं भ्रातृ भ्राता इति पदं रुकारान्तपदं प्रथमाविभक्तौ भ्राता भवति परन्तु तस्य प्रातिपदिकं रूपं भ्रातृ प्रातिपदिकं रूपं भ्रातृ वदतु देवकी पतिः वसुदेवः पुत्रः कृष्णः देवक्याः पतिः वसुदेवः पुत्रः कृष्णः अत्र द्विवचने वदतु भगिनि द्विवचने कृष्णः कृष्णः कृष्णः वसुदेवयोः किं हौ केन् ऐ जायिन् देम् कृष्णः वसुदेवः पुत्रः अत्र कृष्णः कृष्णः प्रश्नः अस्ति कृष्णः कयोः पुत्रः देवकी वसुदेवयोः अस्तु अस्तु कृष्णः देवकी वसुदेवयोः एकः श्रीलिङ्गः एकः पुल्लिङ्गः कथं अत्र पश्यतु भगिनी सर्वदा तत्र षष्टिविभक्तौ सप्तमीविभक्तौ द्विवचनरूपाणि समानानि अत्र पुंलिङ्गं स्त्रीलिङ्गम् अत्र पश्यतु शृणोतु भगिनि शृणोतु केवलम् अहं किं वदामि चेत् अत्र षष्टिविभक्ति द्विवचने स्त्रीलिङ्गे पुंलिङ्गे नपुंसकलिङ्गे रूपाणि समानानि इत्युक्ते पुंलिङ्गे यदि देवः अस्ति देवः इति पदं पुंलिङ्गपदं तस्य षष्टि द्विवचनं वदतु देवस्य देवयो द्विवचनं द्विवचनं देवयोः उत्तमं तथा एव लता लता इति शब्दस्य द्विवचनं वदतु लतयोः तथा फलम् इति पदस्य फलयोः इत्युक्ते अत्र वयं किं जानीमः इत्युक्ते अत्र रूपाणि समानानि पुंलिङ्गं वा भवतु स्त्रीलिङ्गं वा भवतु नपुंसकलिङ्गं किमपि भवतु परन्तु रूपं द्विवचने समानम् करोतु कृष्णः देवकी वसुदेवयोः पुत्रः कयोः पुत्रः कृष्णः कृष्णः देवकी वसुदेवयोः पुत्रः उत्तमम् अनन्तरम् अनन्तरं कृष्णः नन्दगोपस्य यशोदायाः च पालितपुत्रः अपि पालितपुत्रः इत्युक्ते पालितपुत्रः इत्युक्ते किड् हूस् ब्राट् अप् इत्युक्ते कैण्ड् आफ् अन्य कोऽपि वदति वा अडाप्टेड् किड् उत्तमं करोतु भगिनि कुन्ती पुत्रः अर्जुनः कुन्त्याः पुत्रः अर्जुनः अर्जुनः कस्याः पुत्रः अर्जुनः कुन्त्याः पुत्रः अनन्तरं सः अर्जुनः कृष्णः भगिनी सुभद्रा पतिः सः अर्जुनः कृष्णस्य भगिन्याः सुभद्रायाः पतिः इदानीं द्वि सेण्टेन्स् वाक्यानि द्वयः अस्ति अर्जुनस्य पत्नी का अर्जुनस्य पत्नी सुभद्रा सुभद्रायाः पतिः अर्जुनः सुभद्रायाः भ्राता का कः सुभद्रायाः भ्राता कृष्णः अनन्तरं सुभद्रा पुत्रः अभिमन्युः सुभद्रायाः पुत्रः अभिमन्युः अभिमन्योः माता का अभिमन्योः माता सुभद्रा अन्तिमं करोतु अभिमन्युः उत्तरा पतिः अभिमन्युः उत्तरायाः पतिः उत्तरायाः पतिः कः उत्तरायाः पतिः अभिमन्युः अभिमन्योः पत्नी कः का अभिमन्योः पत्नी उत्तरा भवत्याः पुस्तके अन्यत् वाक्यमपि अस्ति वा मम पुस्तके अन्यत् वाक्यमस्ति इदानीं नवीनपुस्तक इदानीमेव तदा एव भवति महोदय. सम्यक् सम्यक् एव. अधुना समाप्तम् अत्र. सर्वे अवगतवन्तः वा? धन्यवादः भगिनी. धन्यवादः भगिनि. सर्वे अवगतवन्तः षष्टिविभक्तिः इत्युक्ते किम्. अधुना अहं शीघ्रं शीघ्रं कानिचन प्रश्नान् पृच्छामि. भवन्तः शीघ्रं वदन्तु. अहं केवलं पदं वदामि, भवन्तः षष्टिरूपं वदन्तु. अत्र सुचित्रा भगिनी, भवती कर्तुमिच्छति वा? यस् भगिनि. आं भगिनि. अत्र अहं पदं ददामि, भवती षष्टिविभक्तेः रूपं वदतु. रामः. रामस्य. उत्तमं. दण्डः. दण्डः. दण्डस्य. पुस्तकं. पुस्तकं. पुस्तकं. पुस्तकस्य. अनन्तरं भवान् नूतनं पदं त्यजतु. सीता. सीतायाः. कुञ्चिका. कुञ्चिकायाः. पार्वती. पार्वत्यः. पार्वत्यः. पुनः पार्वत्याः. पार्वत्याः. दर्वी. पुनर्न वदन्तु भगिनि. दर्वी. दर्वी इत्युक्ते सर्विङ्ग् स्पून्. दर्वी. दर्वी. दर्व्याः. उत्तमं. भवती सर्वनामपदानां षष्टिविभक्तेः रूपाणि जानाति वा? यथा एषः. एषः इति पदस्य षष्टिरूपं किं भवति? वयं जानीमः एषः सः कः इति पदान् जानीमः. एषः इति पदस्य रूपं किं षष्टिरूपम्? एषस्य. पुनः वदतु भगिनि. एषस्य. अत्र इदानीं पर्यन्तं एतत् पदं न आगतम् अस्माकम् अभ्यासपुस्तके, परन्तु भवती जानाति चेत् वदतु, नो चेत् सम्यक् एव. केवलम् अत्र न दत्तमस्ति, एतानि सर्वाणि अपि अत्र अभ्यासपुस्तके नास्ति. केवलम् अभ्यासार्थम् अहं पृच्छामि, अन्यथा मा चिन्तयतु. डोण्ट् थिङ्क् अदर्वैस्. दीस् आर् नाट् रियलि इन् द टेक्स्ट् बुक्. एषः इति पदस्य रूपम् एतस्य. एतस्य. अनन्तरं सः. सः इति पदस्य. सः. सः. तस्य. उत्तमं. कः इति पदस्य षष्टिरूपं. कस्य. तस्य. उत्तमं. भवान् इति पदस्य. भवतः. भवतः. अनन्तरं अनन्तरम् अहम्. अहम् इति पदं जानाति वा? अहं. मम. मम. उत्तमम्. अनन्तरं तथा एव एतत्. एतत् वयं जानीमः. एतत् किम्? एतत् पुस्तकं. तथा एतत् इति पदस्य षष्टिरूपम्. एतस्य. एतस्य. उत्तमं. धन्यवादः भगिनि. धन्यवादः. अनन्तरं सतीश् महोदय, भवान् करोतु. एतत् षष्टिरूपम्. एतस्य. तत्. तत्तस्य. किं? किं? कस्य. कस्य. उत्तमं. सीता. सीतायाः. कुञ्चिका. कुञ्चिकायाः. उत्तमम्. अनन्तरं पार्वती. पार्वत्याः. पार्वत्याः. पार्वत्याः. उत्तमम्. एषा. एषा. एषा. एतस्याः. एतस्याः. सा. एतस्याः. सा. सा. सा इति पदस्य षष्टिरूपम्. तस्याः का सा का इति वदामः. सा का इत्युक्ते हुयिषि. का इति पदस्य षष्टिरूपं किं? कास्य न का इति पदस्य का इति पदं स्त्रीलिङ्गे प्रश्नवाचकपदम् अतः कस्याः कस्याः सा सीता. सा सीता तस्याः नाम सीता. कस्याः नाम सीता? तस्याः नाम सीता. अवगतवान् वा? अवगतं, धन्यवादः. अनन्तरं भवती, भवान् शब्दस्य षष्टिरूपं भवान् षष्टि भवतः. उत्तमं. भवती भवत्या भवत्याः. उत्तमं महोदय, धन्यवादः. अनन्तरं शोभा भगिनी भवती करोति वा? आं भगिनि. भवत्याः देशस्य नाम किं? मम देशस्य नाम भारत. भारतं वा? उत्तमं. भारतदेशे भवत्याः राज्यस्य नाम किम्? राज्यः इत्युक्ते, राज्यम् इत्युक्ते स्टेट्. हा, मम पुनः वदतु भगिनि. भारते भारतदेशे भवत्याः राज्यस्य नाम किम्? हा, मम राज्यस्य नाम कर्णाटक. उत्तमं. कर्णाटकराज्ये भवत्याः नगरस्य नाम भगिनी भवती न वक्तुमिच्छति चेत् समीचीनमेव. सत्यं न वक्तुमिच्छति चेत् तदपि समीचीनं. केवलम् अभ्यासार्थं पृच्छामि तावदेव. आं भगिनि. अवगच्छतु भगिनि, अत्र कोऽपि अन्यः उद्देशः नास्ति. अत्र केवलम् अभ्यासार्थं, सर्वेषां कृते केवलं अभ्यासार्थम् अहं पृच्छामि. अस्तु भगिनि. तावदेव. कर्णाटकराज्ये भवत्याः नगरस्य नाम किम्? मम नगरस्य नाम मोळकाल्मूरु भगिनि. उत्तमम्. अनन्तरं तस्मिन् नगरे भवत्याः सदनिकायाः नाम किम्? सदनिका इत्युक्ते अपार्ट्मेण्ट्. Actually, yeah, I don't have a home there, Bhagini. I live here in the US. Uttamam. America, it's like I should have started with America. Uttamam. Pune vadatu apartment kim? Sadanika. Sadanika. Avani. Sadanikayah nama kim? Sadanikayah. Atra? Sadanika, ittukte apartment only, Bhagini. Complex. Home also? That's almost like a community name. Neighborhood. Not apartment number. Not apartment number. Kevalam, I'm living in this community. Suburb or neighborhood. Okay. Apartment community. Haha. Okay, okay. Bhagini, sadanika bhedaha kim bhagini? Sadan... अत्र पश्यतु, सदनम् इत्युक्ते निवासनं, निवासम्. आम् आम्. अत्र केवलं सदनिका, सदनिका इत्युक्ते केवलं यदि का इति योजयामश्चेत् तत्र अर्थः भिन्नः न भवति, परन्तु तदेव अर्थः. निवासम् इति एव अर्थः. निवास एव अर्थः. सदनम् इत्युक्ते गृहं, गृहम् इति अर्थः. सदनिका तत्र दीर्घ आकारान्तपदं महोदय. सदनिका. कोऽपि वदति वा सदनम् इत्युक्ते गृहम् अथवा निवासं? निवासं, सदनिका. कोऽपि वदति वा, जानाति चेत्? निवासं भगिनि. निवासम्. उत्तमम्. उत्तमं, तदेव. यदि षष्ठीविभक्तिः तस्य कृते अन्यत् अभ्यासमपि कुर्मः, भवन्तः जानन्ति एव, परन्तु केवलम् अभ्यासार्थम् अत्र एकं तु सम्भाषणमस्ति. अहं सम्भाषणकरपत्रं प्रेषितवती. सर्वेषां पार्श्वे सम्भाषणकरपत्रम् अस्ति चेत् अधुना किञ्चित् पठामः. अस्ति वा सम्भाषणकरपत्रम्? अस्ति अस्ति सम्भाषणम्. आं भगिनि, अत्र उमाशङ्करमहोदय भवान् न कृतवान् इदानीं पर्यन्तम्, अन्ये के के आगतवन्तः विलम्बेन? गीता, स्वागतं. नमस्ते. नमस्ते उमा. नमस्ते. अस्तु, विलम्बेन आगतवती. उत्तमम् उत्तमम्. उमाशङ्करमहोदय भवान् न कृतवान् इदानीं पर्यन्तम्, अत्र सम्भाषणमस्ति. सम्भाषणं कथं पठामः इत्युक्ते, अत्र उमाशङ्करमहोदयः पथिकः, अनन्तरं रघुपति आचार्यमहोदयः शिल्पकारः. तौ द्वौ अपि अधुना एतत् सम्भाषणं पठतः. पठन्तु महोदय. उमाशङ्कर महोदय, भवान् आरम्भं करोति वा? उमाशङ्कर महोदय, न श्रूयते महोदय. भवान् कर्तुम् इच्छति वा? नो चेत् भगिनी, he has been texting. I think there is a problem. अस्तु अस्तु अस्तु भगिनि. भगिनि, भवती पथिकः, रघुपति आचार्यमहोदयः शिल्पकारः, सम्भाषणं कुर्वन्तु. अहं भगिनि? भवती एव. भो एकनिमिषं भगिनि. भो शिलां कुट्टयित्वा कुट्टयित्वा भवान् किवा करोति? अहं गणेशस्य अहं गणेशस्य विग्रहं करोमि. अत्र भगिनि कुट्टयित्वा इत्युक्ते पौण्डिङ्ग्. पौण्डिङ्ग्, उत्तमम्. अनन्तरं शिल्पकारः, भवती जानाति एव, परन्तु कुट्टयति इति क्त्वान्तरूपं, परन्तु कुट्टयित्वा अस्ति इत्युक्ते, यदि तत्र शिल्पकारः तस्य पार्श्वे एकम् उपकरणमस्ति. उपकरणम् इत्युक्ते इन्स्ट्रुमेण्ट्. इन्स्ट्रुमेण्ट्, तस्य नाम अस्ति तक्षणी इत्युक्ते चिज़ल्. अत्र शिल्पकारः इत्युक्ते, शिल्पकारः इत्युक्ते कः? यः शिल्पं करोति सः शिल्पकारः, अथवा शिल्पी इति वदामः. शिल्पकारः अथवा शिल्पी द्वौ अपि समानं रूपम्. अत्र पश्यन्तु, शिला अस्ति, शिल्पी अस्ति, शिल्पम् इत्युक्ते कर्ता, कर्म, फलम्. शिल्पी शिलाम् उपयुज्य शिल्पं करोति. आं भगिनि. अत्र सः शिल्पकारः. अनन्तरं पथिकः इति पदमस्ति. पथिकः इत्युक्ते अत्र पथिकः इत्युक्ते मार्गे गच्छन्तं पुरुषः. पुरुषः, गच्छन्तं पुरुषं गच्छन्तम् इति शत्रन्त द्विवचनं महोदय गच्छन्तं पुरुषं पश्यामि गच्छन् पुरुषः गच्छन् पुरुषः गच्छन्तं पुरुषं पश्यामि तथा एव अत्र पथिकः पथिकः इत्युक्ते भवन्तः सर्वे जानन्ति एव पथः इत्युक्ते मार्गः यः पथे गच्छति सः पथिकः अथवा पथी रूपम् अर्थः समानः पथिकः अथवा पथी तथा अनन्तरं पथिकः इति पदस्य पर्यायवाचकपदानि यात्रिकः पर्याटकः अथवा पादचारी इति करोतु भगिनि कूटयित्वा इति इत्युक्ते भवन्तः जानन्ति एव इत्युक्ते उपकरणं तस्य नाम अस्ति तक्षणी तक्षणीम् उपयुज्य स्वीकृत्य सः मन्दं मन्दं कुट्टयित्वा सुन्दरं शिल्पं निर्माति तत् क्रिया एव कुट्टयनं सा क्रिया एव कुट्टयनम् अथवा कुट्टयति करोतु किमर्थं भवान् शिवस्य विग्रहं न करोति किं भवान् गणेशस्य भवतः शिवस्य विग्रहः लिङ्गरूप भगिनी अत्र पुनः पठतु तदेव वाक्यं किमर्थं भवान् शिवस्य विग्रहं न करोति किं भवान् गणेशस्य भवतः भवतः न तत्र सारी भक्तः उत्तमं भक्तः किं भवान् गणेशस्य भक्तः किं भवान् गणेशस्य भक्तः इति सः पृच्छति अत्र प्रश्नः करोतु शिवस्य विग्रहः लिङ्गरूपः अतः अहं गणेशस्य विग्रहं करोमि सः किमर्थं शिवस्य विग्रहं न करोति शिवस्य आकारः नास्ति लिङ्गरूप एव अतः कुटनं इत्युक्ते अत्र निर्मातुं किमपि नास्ति तत्र किमपि निर्मातुं किमपि नास्ति शिवशिलिङ्गं लिङ्गविग्रहं कर्तुमिच्छामश्चेत् तत्र किमपि नास्ति तथा अतः एव सः गणेशस्य विग्रहं कर्तुमिच्छति करोतु भवान् सर्वविधान् विग्रहान् अपि करोति किम् भवते कीदृशविग्रहः आवश्यकः देवस्य चेत् कस्य देवस्य देव्याः चेत् कस्याः देव्याः रामस्य लक्ष्म्यायाः सरस्वत्याः उत कृष्णस्य कस्य विग्रहः आवश्यकः अत्र महोदय लक्ष्म्याः अनन्तरं लक्ष्मीः इति पदस्य षष्टिरूपं लक्ष्म्याः उत्तमं प्रथमं पदं किम् अस्मिन् परिच्छेदे भवते रूपं किं लिङ्गवचनविभक्ति वदतु भवते कीदृशविग्रहः भवते चतुर्थीविभक्ति भवान् इत्यस्य चतुर्थीविभक्तिरूपं भवते अस्मिन् परिच्छेदे षष्टिविभक्त्यन्तरूपाणि कानि वदतु देवस्य कस्य देवस्य देव्याः कस्याः देव्याः रामस्य लक्ष्म्याः सरस्वत्याः कृष्णस्य कस्य सर्वमपि षष्टिविभक्ति अस्ति उत्तमं तावदेव अत्र उत इति नूतनं पदमस्ति उत इत्युक्ते उत इत्युक्ते उत इति पदम् उपयुज्य उत इति पदम् उपयुज्य एकं वाक्यं रचयति वा भवान् शोभ भगिनी भवती करोति वा नो चेत् भवान् चिन्तयतु महोदय महोदय अहं पुनः पृच्छामि भवान् चिन्तयतु शोभा भगिनी भवती कर्तुं शक्नोति चेत् करोतु उत आर् एल् भवती किं पिबति काफी उत टी उत्तमं तदेव उत्तमं भवती काफीं पिबति उत चायम् तदेव उत्तमं भगिनि अनन्तरं धन्यवादः भगिनि महोदय भवान् अपि कर्तुम् इच्छति वा करोतु भवान् वैद्यः उत शिक्षकः इज् इट् ओके वैद्य उत शिक्षकः इज् इट् ओके तत्र भवान् वैद्यः तत्र प्रथमविभक्तौ अस्ति अथवा अन्यत् वाक्यम् अन्यत् वाक्यम् अथवा भवान् वैद्यं करोति वा उत ओके वैद्यं करोति किमपि अग्रे गच्छामः अनन्तरं वदतु महोदय नवरात्रसमये पूजां कर्तुं लक्ष्म्याः विग्रहः आवश्यकः तथैव पार्वत्याः गौर्याः आवरणे विग्रहः अपि आवश्यकः महोदय अत्र नवरात्रसमये इति अस्ति अत्र रात्रिः इति पदं स्त्रीलिङ्गपदं परन्तु नवरात्रं नवरात्रः इति पदद्वयमपि पुंलिङ्गे अपि च नपुंसकलिङ्गे भवति किमर्थं तथा इत्युक्ते अहं चिन्तयामि तत्र समासः अस्ति एतत् पदं समस्तपदं नवरात्रसमये पदं चेत् तत्र विभक्तयः भिन्नाः भवन्ति परन्तु रात्रिः इति पदं स्त्रीलिङ्गपदं वदन्तु भवते कदा आवश्यकं मह्यं जुलै मासस्य दशदिनाङ्के आवश्यकं कृत्वा ददाति किम् एकस्य विग्रहस्य कृते कति रूप्यकाणि अत्र अहम् एकं विषयम् अत्र अहं चिन्तयामि दशदिनाङ्के सम्यक् वा अथवा दशमे दिनाङ्के अहं चिन्तयामि दशमे दशमदिनाङ्के दशमदिनाङ्के अत्र समस्त अत्र महोदय समस्तपदं कुर्मः चेत् दशमदिनाङ्के एकं पदं भवति पृथक् पृथक् सेपरेट् इफ् यु वाण्ट् टु रैट् इट् सेपरेट्लि लैक् दशमे दिनाङ्के इति अपि समीचीनं यदि वयं पदद्वयम् एकस्मिन् स्थले योजयित्वा वदामश्चेत् दशमदिनाङ्के तदपि समीचीनं तत्र समासः भवति यदि पृथक् पृथक् विभजनं कृत्वा रचयामश्चेत् तत्र दशमे दिनाङ्के इति भवति अहं चिन्तयामि भगिनी दृष्ट्वा वदामि वदतु देव्याः इति देव्याः इति कारणतः कति रूप्यकाणि इति न वदामि भवानेव चिन्तयित्वा ददातु अस्तु जुलै मासस्य दशमे दिनाङ्के आगच्छामि अवगतवन्तः वा सर्वे अस्मिन् सम्भाषणे षष्टिविभक्त्यन्तरूपाणि बहूनि सन्ति तदर्थम् एतत् सम्यक् सम्भाषणं तस्य कृते षष्टिविभक्तेः कृते अत्र अन्तिमभागे सः शिल्पकारः वदति देव्याः इति कारणतः कति रूप्यकाणि इति न वदामि, भवान् एव चिन्तयित्वा ददातु इति वदति. किमर्थम् देव्या देव यु कांट कांट वैल्यू गॉडेस देव्याः देव्याः मूल्यं मूल्यं न गणयितुं सः शिल्पकारः तस्याः प्रतिमायाः मूल्यं गणयितुं न इच्छति. तथा एव वयमपि अस्मासु कार्येषु शिल्पकारः इव चिन्तयितुं साध्यं वा, विचिन्त्य कार्यं कर्तुं शक्यं वा, तथा चिन्तनीयं वा, वदन्तु. चिन्तनीयं चेत् तथा शक्यं वा? Even if we want in our day-to-day activities, is it possible to think like that? Asmasuk, what is the beginning? Day-to-day not possible. Kinchit vishayam sadhyam asti bhagini. Asmakam sahayam krutva. Without expecting anything. Udaharanam volunteerism. One example bhagini. Uttamam. Ityukte asmasu karyeshu shilpakarah iva karyam kartum kinchit shakyam yadhi vayam prayatnam kurmah chet kartum shaknumah. सर्वदा न कर्तुं शक्नुमः, परन्तु यदा कदापि किञ्चित् तत्र तथा वयं चिन्तयित्वा कुर्मः चेत् महान् सन्तोषः भवति अस्माकम्. उत्तमं भगिनि. अनन्तरम् अत्र षष्ठीविभक्तिः इत्युक्ते भवन्तः जानन्ति एव, प्रकृत्यां सर्वेषु जनेषु जनेषु मध्ये अथवा सर्वाणि वस्तुषु तेषां मध्ये सम्बन्धः अस्ति इति वैयाकरणाः ज्ञातवन्तः. अतः एव वैयाकरणाः एतत् ज्ञात्वा व्याकरणे द्विवचनमपि स्थापितवन्तः. अन्यासु भाषासु द्विवचनं नास्ति, परन्तु केवलं संस्कृतभाषायाम् एव द्विवचनमस्ति. किमर्थं तथा इत्युक्ते अहं चिन्तयामि प्रकृत्यां तत्र सम्बन्धः अस्ति, वस्तुषु मध्ये वा अथवा जनेषु मध्ये वा तत्र जनानां मध्ये वा तत्र सम्बन्धः अस्ति. तत् सम्बन्धं ते वैयाकरणाः ज्ञातवन्तः. अत्र षष्टिविभक्तेः उपयोगम् अन्येषु स्थलेषु अपि भवति, परन्तु अस्मिन् पुटे केवलं अत्र सम्बन्धं सूचयति. षष्टिविभक्तेः उपयोगम् अत्र सम्बन्धं सूचयति, अन्येषु स्थलेषु अपि तस्य उपयोगं कुर्मः. इत्युक्ते तदर्थमेव अत्र सम्बन्धवाचकषष्ठी इति वदामः. अत्र इत्युक्ते जनद्वयस्य मध्ये वा अथवा वस्तुद्वयस्य मध्ये वा पदद्वयस्य मध्ये वा तत्र सम्बन्धं सूचयति. यथा भवन्तः जानन्ति एव मातापुत्रयोः मध्ये सम्बन्धः, यथा रामः कौसल्या तयोर्मध्ये सम्बन्धः कः, रामः कौसल्यायाः पुत्रः स्तः. तथा एव गुरुशिष्ययोः मध्ये सम्बन्धः, यथा अर्जुनः द्रोणः तथा. अनन्तरं तथा एव पतिपत्नियोः मध्ये सम्बन्धः. तथा वक्तुमिच्छामश्चेत् षष्टिविभक्तेः उपयोगं कृत्वा एव वक्तुं शक्नुमः वयम्. अधुना षष्ठीविभक्तिः समाप्तम्. अनन्तरम् अग्रिमे पुटे पुटं प्रति गच्छामः. द्वादशे पुटे तत्र किम् अस्ति? सुचित्रा भगिनी भवती करोति वा? क्रियापदानि. Should I just read what is there? Saha gachati, like that? Aham kanichan prashnan, kanchana prashnan pruchami. Atra pradhime chitre, sa kim karoti? Sa gachati. Okay. Kutra gachati? Kutra gachati? Kutra gachati, saha, शापिङ्ग् गच्छति. उत्तमम्. अनन्तरं तस्याः हस्ते किम् अस्ति? तस्याः हस्ते स्यूतः. तस्याः हस्ते स्यूतः. तस्याः तस्याः हस्ते स्यूतः अस्ति. उत्तमम्. इत्युक्ते सा स्यूतं गृहीत्वा गच्छति अथवा स्यूतं नीत्वा गच्छति अथवा स्वयं स्यूतेन गच्छति. सा स्यूता धारयति. धारयति इत्युक्ते महोदय वस्त्रं धारयति इति वदामः. वस्त्रं धरति, वस्त्रं धारयति तथा वदामः. परन्तु अत्र तस्याः हस्ते स्यूतः अस्ति. स्यूतं अथवा स्यूतं गृहीत्वा गच्छति अथवा स्यूतेन गच्छति तथा. अनन्तरं द्वितीयं चित्रं किं भगिनि? सः किं करोति? सः गच्छति. कुत्र सः? द्वितीयचित्रे भगिनि अत्र वाक्यमस्ति. सः किं करोति? सः पठति. सः करेक्ट्. फोर्थ् वन्. सः किं करोति? सः लिखति. भगिनि भगिनि अत्र पश्यतु, अहं केवलं द्वितीयं चित्रम् उद्दिश्य पृच्छामि. ओके. द्वितीय सः किं करोति? सः पठति. सः किं पठति? सः पुस्तकं पठति. द्वितीयं द्वितीयं भगिनि आगच्छति. सः अत्र द्वितीयं भगिनि अत्र देर् इस् ए कनेक्षन् बिट्वीन् द पिक्चर्स् अण्ड् द सेण्टेन्सेस्. ओके. ओके. सः किं करोति? सः गच्छति. सः किं गच्छति? सः सः ऐ कान्ट् सी एनिथिङ्ग् इन् द हेण्ड्. सः आपणे गच्छति. तदेव अनन्त. अत्र द्वितीयचित्रे एषः किं करोति इत्युक्ते अत्र द्वितीयं वाक्यं किम् अस्ति? द्वितीयं वाक्यं किं दत्तमस्ति? प्रथमं वाक्यं सा गच्छति. द्वितीयं वाक्यं सः हिम् हि पुल्लिङ्ग् शब्द अनन्तरं. द्वितीयं वाक्यं पठतु. सः गच्छति. आगच्छति. द्वितीयं वाक्यं भगिनि सः आगच्छति. आगच्छति. ओ ऐ एम् सारि, सः आगच्छति. सः आगच्छति. यदि प्रश्नं पृच्छामश्चेत् कुतः आगच्छति? सः कुतः आगच्छति? सः आपणे आगच्छति. सः गृहे आगच्छति. उत्तमम्. इत्युक्ते अत्र सः कुतः आगच्छति इत्युक्ते सः गृहतः आगच्छति अथवा आपणतः आगच्छति. तृतीयं करोतु. ओके. सः कुतः आगच्छति? सः आपणतः आगच्छति. सः गृहेतः आगच्छति. सः नगरेतः आगच्छति. नगरतः. नगरतः. नगरेतः न. नगरतः. तृतीयं तृतीयं चित्रमस्ति, तस्मिन् सः किं करोति? तृतीयं भगिनि, सः पठति. किं पठति? सः पुस्तकं पठति. किं पुस्तकं पठति? सः महाभारतस्य महाभारतं पठति. उत्तमम् उत्तमम् उत्तमं. किमर्थं पठति? ज्ञानार्थं पठति. उत्तमम् इत्युक्ते प्रायशः सः ज्ञानार्थं पठति वा अथवा परीक्षार्थं पठति वा? ओके उत्तमम्. अनन्तरं मुखे किञ्चित् पीडा अस्ति, तदर्थं सम्यक् भवती परिशीलितवती. उत्तमं भगिनि. अनन्तरं ज्वरात् उत्तमं. चतुर्थं पुटं चतुर्थं चित्रं सः लिखति. किं लिखति? सः संस्कृतं लिखति. सः पाठं लिखति. संस्कृतं पठति. अनन्तरं किं वदामः? लेखं लिखति. लेखं लिखति. पाठं लिखति. गृहपाठं लिखति. उत्तमम्. रैटिङ्ग् इन् संस्कृत. सः संस्कृतायां लिखति. संस्कृतभाषायां लिखति. संस्कृतभाषायां लिखति. संस्कृतेन अथवा साधु संस्कृतेन लिखति. संस्कृतेन लिखति, तदपि समीचीनं. संस्कृतेन लिखति. ओके. अत्र सः उत्तरं लिखति. उत्तरम् इत्युक्ते आन्सर्. सः उत्तरं लिखति अथवा सः पत्रिकां लिखति, नो चेत् लेखं लिखति अथवा भाष्यं लिखति. सः प्रार्थनापत्रं लिखति. भाष्यं जानाति वा भगिनि? भाष्यं भाष्यं भाष्यं लेङ्ग्वेज्. शोभा भगिनी भवती वदति वा भाष्यम् इत्युक्ते? भाष्यं जस्ट् इङ्ग्लिश् मीनिङ्ग् भगिनि. किमपि किमपि भवती यद् जानाति. भाष्यं मीन्स् लाङ्ग्वेज्. भाष्यम् आचार्यमहोदय, रघुपति आचार्यमहोदय, भवान् कर्तुम् इच्छति वा? भाष्यम् इत्युक्ते किं वदति वा? भाष्यम् इत्युक्ते उत्तमं महोदय. यदि भगवद्गीतां पठामश्चेत् शङ्करभाष्यं मध्वभाष्यं रामानुजभाष्यं शङ्करभाष्यं रामानुजभाष्यं प्रामाणिकं मध्वभाष्यम् अस्ति. ओ न जानामि, परन्तु अत्र भाष्यम् इत्युक्ते कामेण्ट्रि. कामेण्ट्रि. अनन्तरं पञ्चमं चित्रं पठतु भगिनी. सः किं करोति? पञ्चमं चित्रं सुचित्रा भगिनी. पञ्चमं सः क्रीडति. किं क्रीडति? सः हाकि क्रीडति. कन्दुकेन. यष्टि क्रीडा. यष्टि क्रीडां क्रीडति. हाकि हाकि इत्युक्ते यष्टि क्रीडां क्रीडति. अत्र तत्र बाल् अस्ति. बाल् इत्युक्ते भाषायां कन्दुकं कन्दुकः. कन्दुकः कन्दुकेन क्रीडति. कन्दुकेन क्रीडति. यष्टि क्रीडां क्रीडति. अनन्तरम् अनन्तरं सः पिबति. किं पिबति? सः काफी पिबति. काफीं पिबति. काफीं पिबति किमर्थं काफीं भगिनी अत्र काफी इति पदम् ईकारान्त स्त्रीलिङ्गपदं परन्तु पिबति इति क्रियापदं तत्र द्वितीयाविभक्तौ तस्य उपयोगः भवति इत्युक्ते अत्र काफी अस्ति अत्र काफी अस्ति इति वदामः सः काफीं पिबति इत्युक्ते द्वितीयं वाक्यं सकर्मकवाक्यम् इत्युक्ते यु आर् यूसिङ्ग् द काफी वर्ड् इन् द सेकेण्ड् केस् सेकेण्ड् केस् इन् द सेन्स् कर्मपदं काफी काफी कर्तृपदं जलं जलं तत्र भगिनी भवती एव करोतु जलम् इत्युक्ते जलं लिङ्गवचनविभक्तिः विभक्तिं वदतु भगिनी शोभा भगिनी जलः जलं भगिनी यदि तत् नपुंस लिङ्गविभक्ति लिङ्गवचनविभक्ति जलं जलं हलो प्रथम विभक्ति रामः नो द्वितीयविभक्ति भगिनि अत्र अहं वदामि अत्र जलम् इति पदं नपुंसकलिङ्गपदम् अतः नपुंसकलिङ्गे प्रथमाविभक्तौ द्वितीयविभक्तौ रूपाणि समानानि यथा फलं फले फलानि जलं जले जलानि तथा भवति इत्युक्ते प्रथमाविभक्ति इत्युक्ते कर्तृपदं द्वितीयाविभक्ति इत्युक्ते कर्मपदं तथा सः काफीं पिबति सः चायं पिबति परन्तु अत्र काफी इति पदं स्त्रीलिङ्गपदं चायम् इति पदं नपुंसकलिङ्गपदं परन्तु एतानि पदानि पुरातनानि न सन्ति केवलम् इदानीन्तनकाले एव निष्पन्नानि दीस् वर्ड्स् दे वर् नाट् देयर् बिफोर् दे कायिन्ड् रीसेण्ट्लि काफी स्त्रीलिङ्गपदं चायं नपुंसकलिङ्गपदं वदतु भगिनि अनन्तरं भगिनी एकं प्रश्नमस्ति कुशली अण्ड् महोदय पदम् आर् दे यूस्ड् वितौट् लिङ्गम् अत्र भगिनी यदि अहम् मम एकः प्रश्नः अस्ति तत् समीचीनं वाक्यं किमर्थं तथा अस् धातु अत्र अस्ति इति पदं क्रियापदम् अस् धातुः सर्वदा कर्मपदं न स्वीकरोति अतः मम एकः प्रश्नः अस्ति तत् समीचीनं वाक्यम् अनन्तरं प्रश्नः अस्ति अनन्तरं प्रश्नं पृच्छामि अहम् एकं प्रश्नं पृच्छामि तत्र प्रश्नः इति पदस्य द्वितीयविभक्त्यन्तरूपं योजयामः इत्युक्ते प्रश्नपदस्य द्वितीयविभक्त्यन्तरूपं किमर्थम् इत्युक्ते तत्र प्रश्न इति पदं कर्मपदम् अतः अहं प्रश्नं पृच्छामि समीचीनम् अनन्तरं भवत्याः प्रश्नः अस्ति पुंलिङ्गे वदामश्चेत् भवान् कुशली वा भवती कुशलिनी वा कुशलिनी अहं चिन्ता अत्र अहं चिन्तयामि यदि कुशली इति पदं नकारान्तपदं यथा विद्यार्थी इव तत्र मूलरूपमस्ति कुशलिन् कुशलिन् अहं चिन्तयामि कुशलीपदं स्त्रीलिङ्गमस्ति अहं चिन्तयामि बिफोर् ऐ थाट् दट् इट् वास् कुशली अहं चिन्तयामि कुशली कुशलिनी इति भवति अहं चिन्तयामि यदि दृष्ट्वा वदामि अनन्तरम् अत्र किमस्ति सुचित्रा भगिनी भवती करोतु अत्र षष्ठे चित्रे सिक्स् पिक्चर् सिक्स् वि फिनिश् रैट् भगिनी सः पिबति न अत्र सः पिबति सः पिबति पर्याप्तम् अनन्तरं षष्ठे चित्रे तत्र सः किं करोति? सः पिबति, सः काफियायं पिबति या जलं पिबति. अत्र षष्ठं वाक्यं पश्यतु, न षष्ठं न, सप्तमं. सः खादति. सः किं खादति? सः रोटिका खादति. रोटिका आकारान्तपदं, परन्तु अत्र रोटिका इति पदं द्वितीयविभक्तौ योजयामः. उत्तमं, पुनः वदतु तदेव वाक्यं. सः किं खादति? सः रोटिकां खादति. अनन्तरम् अन्यत् वाक्यं वदतु. सः मधुरं खादति. सः पिष्टं खादति वा? पिष्टं खादति. बिस्कुटं खादति. वदतु महोदय. वदतु पुनः. बिस्कुटं खादति वा? बिस्कुट्, बिस्कुट् इत्युक्ते संस्कृते किं वदामः? सुधा भगिनी वदतु, बिस्कुट् इत्युक्ते किं वदामः? मेड् औट् आफ़् फ्लोर्. ओके, पिष्टकं. पिष्टकं मेड् औट् आफ़् फ्लोर्. उत्तमम्. अनन्तरं पिष्टं, पिष्टम् इत्युक्ते फ्लोर्. सतीश् महोदयः उक्तवान् मृष्टान्नम्. मिष्ठान्नं खादति, फलं खादति. सः मृष्टान्नं खादति. उत्तमम्. अनन्तरं भगिनी अन्यत् अनन्तरं करोतु भगिनी, अग्रिमं करोतु. सा पश्यति. सा किं पश्यति? चित्रं पश्यति. चित्रं पश्यति. चित्रे किम् अस्ति? चित्रं किं? वाल्. चित्रं द्वारे अस्ति. नौका. चित्रे नौका अस्ति. सा नौकां चित्रे तरन्ती, तरन्तीं नौकां पश्यति. तत्र अत्र पश्यन्तु, तरन्तीं नौकाम् इत्युक्ते शत्रन्त द्विवचनं. तरन्तीं नौकां पश्यति सा. अनन्तरं नवमं. सः हसति. सः किं करोति? सः हसति. सः किं हसति? सः सः सन्तुष्टः. अतः हसति. अत्र पश्यतु भगिनी, अत्र सः हसति, परन्तु किं हसति इति न वदामः. यु आर् नाट् सपोस् टु से किं हसति, परन्तु अत्र किं हसति इति न वदामः, परन्तु किमर्थं हसति? किमर्थं हसति? तत्र कारणम् पश्य शृण्वन्तु सर्वे. अत्र तत्र कारणमस्ति, हसति इति क्रियापदं हस् इति धातुतः आगच्छति. हस् धातुः कदापि कर्मपदं न स्वीकरोति. इत्युक्ते हस् कर्मपदं, हस् धातुः अकर्मकधातुः. इत्युक्ते सर्वदा कर्मपदं न स्वीकरोति. अतः किं हसति इति न कदापि वदामः. किमर्थं किमर्थं हसति इत्येव वक्तुं शक्नुमः. परन्तु अन्यानि क्रियापदानि कर्मपदानि स्वीकुर्वन्ति. इत्युक्ते अस्मिन् पुटे अत्र पश्यन्तु, गच्छति, आगच्छति, पठति, लिखति, क्रीडति, पिबति, खादति, पश्यति, नयति अपि, एतानि पदानि कर्मपदं स्वीकुर्वन्ति. परन्तु केवलं हस् धातुः कर्मपदं न कुत्रापि न कदापि स्वीकरोति. तथा एव अस् धातुः अस्ति, अस्ति इति पदमपि कर्मपदं न स्वीकरोति. अतः तत्र कर्मपदं न सम्भवति. केवलं प्रश्नं पृच्छामश्चेत् सः किमर्थं हसति इति एव वक्तुं शक्नुमः, न तु किं हसति, तदन्यः विषयः. परन्तु अत्र तथा भाति. उत्तमम्. अनन्तरं दशमं वाक्यं, सः नयति, सः किं करोति, सः नयति, सः किं नयति, सः पेटकं नयति. महोदय, भगिनी भवती एव वदतु. भगिनी भवती करोतु, भगिनी पुनः करोतु. सः किं नयति, सः पेटका नयति, अपेटकां नयति, पेटिका नयति, पेटिकां नयति, पेटिकां नयति, सः वस्त्रपेटिकां नयति. उत्तमं, तत् समीचीनं. वस्त्रपेटिकां नयति अथवा यानपेटिकां नयति. उत्तमं, धन्यवादः भगिनी. अनन्तरम् अत्र कः करोति, उमाशङ्करमहोदय, भवान् इदानीं पर्यन्तं न उक्तवान्, वक्तुमिच्छति वा भवान् महोदय? अत्र येन केनापि, अत्र 919701 दूरवाणीसङ्ख्या अस्ति. कस्याः दूरवाणी, कस्य दूरवाणी 919701? आं महोदय, अहं भानुचैतन्य अस्मि. महोदय, भवान् विलम्बेन आगतवान् वा? आं महोदय, क्षन्तव्यम्. यदि भवान् केवलं श्रोतुमिच्छति चेत् नाम उच्यताम्. इवन् इफ् यु सिम्प्लि वाण्ट् टु लिसन्. येन केनापि विलम्बेन आगतं वा इदानीं पर्यन्तम्? अहम् अनन्तरम् अत्र 516 दूरवाणीसङ्ख्या. गीता, गीता भगिनी. अनन्तरम् उमाशङ्करमहोदय, भवान् कर्तुमिच्छति वा अधुना? अत्र अस्मिन् कृते सूचना अस्ति. भवान् कर्तुमिच्छति चेत् 2.1 आभागे अत्र एका सूचना अस्ति. सूचनां पठतु प्रथमतया, अनन्तरम् अभ्यासं कुर्मः. किमर्थं कर्मपदं मीन्स् वाट्? पुनः वदतु महोदय. कर्मपदं मीन्स् वाट्? कर्मपदम् इत्युक्ते सब् आब्जेक्ट्. इत्युक्ते कर्मपदम् इत्युक्ते आब्जेक्ट्, कर्तृपदम् इत्युक्ते सब्जेक्ट्. सब्जेक्ट् आफ् द सेण्टेन्स्, आब्जेक्ट् आफ् द सेण्टेन्स् अण्ड् वर्ब्. जनरली इन् ए सेण्टेन्स् यु विल् फैण्ड् ए सब्जेक्ट्, आब्जेक्ट् अण्ड् ए वर्ब्. ओके, रैट्? इन् द सेम् वे हियर् आल्सो यु हेव् कर्तृपदं, कर्मपदं, क्रियापदम्. ओके, ओके, गुड्. करोतु महोदय. धन्यवादः. सः नयति, सः नयति, सः पुस्तकं नयति. अत्र अहं किं वदामि चेत्, भवान् अधुना प्रथमवारम् आगतवान् वा? यु केम् टु द क्लास् फर् द फस्ट् टैम्? यस्. उत्तमम्. अधुना भवान् केवलं श्रोतुमिच्छति चेत् तदपि समीचीनं. अत्र शृणोतु भवान्, वयं शीघ्रं शीघ्रम् अधुना अभ्यासं कुर्मः. भानुचैतन्यमहोदय, भवान् कर्तुम् इच्छति वा? What? I didn't understand what you're telling. अहमपि श्रोतुम् इच्छामि. अभ्यासपुस्तकं मम पार्श्वे नास्ति. पार्श्वे नास्ति, उत्तमं. किमर्थं चेत् अत्र समयः अभवत्, अतः किञ्चित् कार्यमस्ति, अतः वदामि. कः करोति? भूम भगिनी, गीता भगिनी, भवती करोति वा अधुना? अत्र किमस्ति इति एषमेव, एषः, एषा, एतत्, सः, सा, तत्, भवान्, भवति, एतैः शब्दैः सह क्रियापदानाम् अभ्यासं करोतु. इत्युक्ते किम्? एतानि पदानि, एषः, एषा, एतत्, पुल्लिङ्ग, स्त्रीलिङ्गं, नपुंसकलिङ्ग, सः, सा, तत्, अगेन् इट्स् पुल्लिङ्ग, स्त्रीलिङ्ग, नपुंसकलिङ्ग, भवान्, भवति, पुल्लिङ्ग, स्त्रीलिङ्ग, एतैः शब्दैः, तृतीयाविभक्ति, बहुवचनं, वित् दीस् वर्ड्स्, वित् दीस् पदानि, पदैः, सः अलोङ्ग् वित् क्रियापदानाम् अभ्यासं करोतु. क्रियापदानां रक्तवर्णानि पदानि सन्ति. अहम् भवती प्रदर्शयतु. अत्र अष्टपदानि सन्ति. एषः, एषा, एतत्, सः, सा, तत्, भवान्, भवति, अष्टपदानि सन्ति. अत्र अष्टवाक्यानि रचयितुं शक्नोति भवती. अहं हसति इति पदं ददामि. हसति इति पदम् उपयुज्य अष्टवाक्यानि रचयितुं शक्नोति. इत्युक्ते एतानि पदानि सर्वनामपदानि, अपि च कर्तृपदानि, अपि च एतानि सर्वाणि अपि प्रथमाविभक्त्यन्तरूपाणि. अतः कर्तृरूपेण, कर्ता इति रूपेण तेषाम् उपयोगः भवति. आल् दीस् वर्ड्स् आर् वि आर् यूसिङ्ग् आल् दीस् वर्ड्स् एस् द सब्जेक्ट् आफ् द सेण्टेन्स् अण्ड् दे आर् आल् प्रोनौन्स् अण्ड् या सर्वनामशब्द दे बिलाङ्ग् टु प्रथमपुरुष. करोतु. अष्टवाक्यानि रचयितुं शक्नोति भवती. हसति इति क्रियापदं स्वीकृत्य वदतु. एषः हसति, एषा हसति, एतत् हसति, सः हसति, सा हसति, तत् हसति, भवान् हसति, भवती हसति. उत्तमं. भवती एव लिखति इति पदं स्वीकृत्य वदतु. एषः लिखति, एषा लिखति, एतत् लिखति, सः लिखति, सा लिखति, तत् लिखति, भवान् लिखति, भवती लिखति. एतेषु पदेषु पुंलिङ्गसर्वनामपदानि कानि, स्त्रीलिङ्गसर्वनामपदानि कानि, नपुंसकलिङ्गसर्वनामपदानि कानि वदतु. ओ, एषः लिखति, सः लिखति, भवान् लिखति, पुल्लिङ्गपदा, एषः, सः, भवान्, भवान् अण्ड् एषा, एषा लिखति, सा लिखति, अण्ड् भवती लिखति इस् स्त्रीलिङ्गपदानि. एतत् एतत् लिखति, तत् लिखति, नपुंसकलिङ्गं. परन्तु एतानि सर्वाणि अपि प्रथमाविभक्तौ सन्ति, अतः कर्तृपदानि. अधुना वयं अनन्तरं क्रीडति, क्रीडति इति पदमपि उपयुज्य वदतु. एषः क्रीडति, एषा क्रीडति, एतत् क्रीडति, सः क्रीडति, सा क्रीडति, तत् क्रीडति, भवान् क्रीडति, भवती क्रीडति. उत्तमम्, उत्तमं. भवती एव अत्र द्वितीयं करपत्रमस्ति. द्वितीयं करपत्रं प्रति गच्छामः. द्वितीयं करपत्रं पश्यतु. The internet is not working. That's why I got off the phone before. अस्तु भगिनि, धन्यवादः. नो चेत् वंशीसुधा भगिनी, भवती भवत्याः पार्श्वे अस्ति वा? अस्ति, अस्ति महोदय. द्वितीयं करपत्रं, तस्मिन् करपत्रे किमस्ति? मम पार्श्वे अस्ति, मम पार्श्वे अस्ति. वंशी सुधा भगिनी करोतु. एषः अस्ति. आं महोदय, कर्तृपदानि एव महोदय. अत्र अस्मिन् करपत्रे किम् अस्ति, कथं दृश्यते, वाट् डु यु अब्सर्व् देर्? एकवचनम् अस्ति, एकवचनं प्रथमपुरुषः एकवचनं. क्रियापदानि अस्ति, पठति, लिखति. क्रियापदानि सन्ति, कानि क्रियापदानि सन्ति? त्रीणि पदानि सन्ति. अत्र भवती एव प्रदर्शयतु, कानिचन वाक्यानि रचयतु अत्र. अत्र पश्यतु, अस्ति अथवा पठति, किमपि क्रियापदं स्वीकृत्य वदतु, वाक्यं रचयतु. एषः पठति, एषा पठति, एतत् पठति, सः पठति, सा पठति, तत् पठति, भवान् पठति, भवती पठति, बालकः पठति, बालिका पठति, मित्रं पठति. उत्तमम्. इत्युक्ते एतानि सर्वाणि अपि प्रथमपुरुष कर्तृपदानि. इत्युक्ते अत्र क्रियापदं क्रियापदसहित कर्तृपदसहितवाक्यानि वयं रचयामः. अनन्तरं उत्तमपुरुषः इत्युक्ते उत्तमपुरुष उत्तमपुरुषे कर्तृपदं किम्? अस्मि, अहम्. उत्तमपुरुष कर्तृपदम् अहम्. अहम् अहम् अस्मि, अहं पठामि, अहं लिखामि. भवती एव अत्र आगच्छतु पुनः. अभ्यासपुस्तके अत्र किम् अस्ति, अहं गच्छामि इति चित्रमस्ति. आम् आं भगिनि. तत्र उदाहरणं दृष्ट्वा तानि क्रियापदानि परिवर्तयतु इति पश्यति वा तत्र? हा, पश्यामि पश्यामि. अहं गच्छामि, किं क्रीडा किं पदानि वक्तुं शक्यते महोदय? अत्र उदाहरणं दृष्ट्वा तानि क्रियापदानि परिवर्तयतु इत्युक्ते अत्र पूर्वस्मिन् पुटे कानिचन क्रियापदानि सन्ति. तानि पदानि एव स्वीकृत्य अत्र दशवाक्यानि इति भाति. अहं गच्छामि, अहम् आगच्छामि, अहं पठामि, अहं लिखामि, अहं क्रीडामि, अहं पिबामि, अहं खादामि, अहं पश्यामि, अहं हसामि, अहं नयामि. अहं नयामि. उत्तमम्. इत्युक्ते इदानीं पर्यन्तं वयं कर्तृसहितक्रियापदयुक्त वाक्यानि रचयामः. इत्युक्ते अस्मिन् वाक्ये कर्तृपदमस्ति अपि च क्रियापदमस्ति, परन्तु कर्मपदं नास्ति. दीस् सेण्टेन्सस् डोण्ट् हेव् द आब्जेक्ट् आफ् द सेण्टेन्स्. यदि भवती कर्मपदम् अपि योजयित्वा वक्तुमिच्छति चेत् किं वदति? अहं गच्छामि, तत्र कर्मपदं योजयित्वा वदतु. अहं गृहं गच्छामि. अहं गृहं गच्छामि. उत्तमम्. अत्र सम्यक् भगिनि, धन्यवादः. अनन्तरम् अत्र अहम् एकं वक्तुमिच्छामि. उत्तमपुरुष प्रथमपुरुषः उत्तमपुरुषः तस्मिन् विषये संस्कृतभाषायां प्रथमपुरुषः मध्यमपुरुषः उत्तमपुरुषः तथा अस्ति. इत्युक्ते अत्र कर्तृपदानि प्रथमपुरुषे मध्यमपुरुषे उत्तमपुरुषे भवन्ति. उत्तमपुरुषकर्तृपदमित्युक्ते अहं. प्रथमपुरुषकर्तृपदानि यथा वयं जानीमः, एषः, एषा, एतत्, सः, सा, तत्, भवान्, भवति. अन्यानि पदानि अपि यथा बालकः, मित्रं, बालिका, रामः, सीता, सर्वाणि अपि प्रथमपुरुषकर्तृपदानि. अत्र अहं किं वदामि इत्युक्ते भाषायां भाषायाः औन्नत्यं पश्यन्तु सर्वे अत्र. अत्र उत्तमपुरुषः इत्युक्ते कः? उत्तमपुरुषः इत्युक्ते अहम्. उत्तमपुरुषस्य कर्तृपदम् अहम्. यः पुरुषः अन्यान् सर्वान् प्रथमं पश्यति, अथवा यः पुरुषः अन्यः प्रथमः इति चिन्तयित्वा अन्यः प्रथमः इति चिन्तयित्वा कार्यं करोति, सः उत्तमपुरुषः. अन्यं प्रथमम् इति मत्वा कार्यं करोति, सः उत्तमपुरुषः. तदर्थमेव अत्र उत्तमपुरुषः कर्तृपदम् अहम् इति वदन्ति. तदर्थमेव अस्माकं सर्वाणि काव्यानि, तेषु वाक्यानि कर्मणि प्रयोगे सन्ति. कर्मणि प्रयोगे रचितवन्तः इत्युक्ते अहं कार्यं करोमि इति तेषु काव्येषु अहं कार्यं करोमि इति न वदन्ति. मया कार्यं कृतम् इति एव तत्र अस्ति. इत्युक्ते जनरलि इन् अवर् एपिक्स् यु डोण्ट् फैण्ड् द सेण्टेन्सस् लैक् ऐ डिड् दिस् जाब्. यु केन् ओन्लि फैण्ड् दिस् जाब् वास् डन् बै मी. That means I am the only instrument. Actually, कर्मणि प्रयोगे वाक्यं कथं भवति इत्युक्ते मया कार्यं कृतम्. परन्तु कर्मणि प्रयोगः इत्युक्ते पासिव् वाय्स् आङ्ग्लभाषायां. कर्तरिप्रयोगः इत्युक्ते आक्टिव् वाय्स्. हियर् वी आर् कन्स्ट्रक्टिङ्ग् द सेण्टेन्सस् इन् आक्टिव् वाय्स्. अहं गृहं गच्छामि इति वाक्यं कर्तरिप्रयोगे अस्ति. परन्तु यदि वयं कर्मणि प्रयोगे वदामश्चेत् मया गृहं गतं इति भवति. परन्तु तथा एव अस्माकं काव्येषु वा ग्रन्थेषु वा तत्र कर्मणि प्रयोगे वाक्यानि विरचितानि, न तु कर्तरिप्रयोगे. किमर्थं तथा? ते सर्वे चिन्तितवन्तः यत् अहम् इति पदम् उपयुज्य न वक्तव्यम्. We are not supposed to say all the time aham aham. Tatha vadamaschet ahankarah bhavati. Aham aham. Astu bhagini. Sarvada aham aham karomi, aham pathami, aham khadami. Iti vadamaschet ahankarah utpadyate. Tadarthameva te sarve मया कार्यं कृतं तथा वदन्ति, तथा काव्येषु अस्ति. परन्तु अत्र भवन्तः सर्वे अपि दैनन्दिनदिनचर्यां दृष्ट्वा वाक्यानि रचयितुं शक्नुमः. यथा अत्र वाक्यानि केवलम् अभ्यासार्थम् अहं गच्छामि, अहं पठामि, भवन्तः सर्वे प्रयत्नं कुर्वन्तु. अत्र केवलम् अभ्यासार्थम् अहं गच्छामि, अहं पठामि, तथा भवन्तः सर्वे दिनचर्यां दृष्ट्वा वाक्यानि रचयितुं शक्नुमः. रचयन्तु. अनन्तरं शीघ्रम् अत्र एका कथा अस्ति, लघ्वीकथा. कः पठति लघ्वीकथा? चित्रः काकः कथा? शीघ्रं कुर्मः. क्यूट् कथमस्ति. एकः काकः अस्ति, तदा ग्रीष्मकालः, सः तृषितः भवति. सः जलस्य अन्वेषणं करोति, अत्र पश्यति, तत्र पश्यति, सर्वत्र पश्यति, कुत्रापि जलम् एव न अस्ति. सः सर्वत्र जलार्थं भ्रमति. काकः कष्टेन सुदूरं गच्छति, तत्र सः एकं घटं पश्यति. काकः अतीव सन्तोषः भवति, किन्तु घटे स्वल्पम् एव जलम् अस्ति. सः जलं पातुं न शक्नोति. जलं कथं पिबामि इति चिन्तयति. सः एकम् उपायं चिन्तयति. शिलाखण्डान् आनयति, घटे स्थापयति, पुनः बहुशिलाखण्डान् आनयति, घटे पूरयति. जलम् उपरि आगच्छति, काकस्य आनन्दं भवति, काकः सन्तोषेण जलं पिबति, काकः ततः स्वनीडं गच्छति, सुखेन जीवनं यापयति. उत्तमं भगिनी, स्वनीडं यापयति अर्थं न जानामि. भवती अत्र पश्यन्तु, एकमेकं वाक्यं स्वीकृत्य भवती एव वदतु अत्र. अस्मिन् कथायाम् अस्यां कथायां क्रियापदानि कानि भवति भगिनि वदतु. क्रियापदानि क्रियापदानि भगिनि क्रियापदानि एकः काकः तदा ग्रीष्मकालः तृषितः भवति भवति सर्वाणि वदतु. करोति सर्वाणि करोति, पश्यति, भ्रमति, गच्छति, भवति, अस्ति, शक्नोति, चिन्तयति, आनयति, स्थापयति, पूरयति, आगच्छति, पिबति, यापयति. उत्तमम्. एतानि सर्वाणि अपि क्रियापदानि. अत्र ग्रीष्मकालः इत्युक्ते किं? सम्मर् टैम्. सम्मर् टैम् इत्युक्ते तत्र सर्वत्र औष्ण्यं, सर्वत्र औष्ण्यमस्ति. औष्ण्यं औष्ण्यमस्ति. अनन्तरं तृषितः, तृषितः इत्युक्ते, तृषितः इत्युक्ते थर्स्टि. I don't know other synonyms. भगिनी अत्र अत्र महोदय शृणोतु. अत्र काकस्य जलपानस्य इच्छा भवति. तदेव वयं वदामः पिपासा इति वदामः. पिपासा इत्युक्ते संस्कृतभाषायां पिपासा इत्युक्ते पातुम् इच्छा. काकस्य काकस्य पिपासा भवति इत्युक्ते जलपानस्य इच्छा भवति. अनन्तरम् अन्वेषणं जानाति वा? अन्वेषणं सर्चिङ्ग्. अनन्तरम् अत्र स्वल्पं जानाति वा? स्वल्पं किञ्चित्. किञ्चित् उत्तमम्. अनन्तरं शिलाखण्डः. शिलाखण्डः स्टोन्. स्टोन् इत्युक्ते अत्र भगिनि अत्र शिला इति पदमस्ति. खण्डः, खण्डः इत्युक्ते पीस्, पीस् आफ् स्टोन्. शिला अत्र बहुवचने अस्ति. शिलाखण्डान् बहुवचने इत्युक्ते द्वितीयविभक्ति बहुवचने अस्ति. शिलाखण्डः, शिलाखण्डान्, शिलाखण्डान् स्थापयति. काकः शिलाखण्डान् स्थापयति. अनन्तरम् अत्र उपायम्, उपायं जानाति वा? उपायं प्लान्, प्लान्, क्लेवर्, क्लेवर् प्लान्, क्लेवर् प्लान्. भगिनी अत्र उपायम् इत्यस्य अन्यत् पदम् उपयोगं कृत्वा वदामश्चेत् युक्तिः. युक्तिः, युक्तिः. अनन्तरम् आनयति, आनयति जानाति वा? आनयति ब्रिङ्ग्स् इट्, नयति, आनयति. भेदः कः तयोर्मध्ये? नयति क्यारीस्, आनयति ब्रिङ्ग्स् इट् लैक् गच्छामि, आगच्छामि. उत्तमम्. उपसर्गः. उत्तमं भगिनि. आ उपसर्गः. उत्तमं. नयति, आनयति, यथा भवती उक्तवती गच्छति, आगच्छति इव. अत्र अन्यानि पदानि कानि क्लेशकराणि? अत्र स्वनीडं, स्वनीडम् इत्युक्ते स्वस्य निवासं, स्वस्य निवासं, काकस्य निवासं, निवासं किम्? वृक्षे. ओके, इत्युक्ते अत्र नीड, नीडम् इत्युक्ते नेस्ट्, नेस्ट्. काकः स्वस्य नीडं गच्छति, स्वनीडं गच्छति, स्वस्य निवासं गच्छति. अनन्तरं यापयति, यापयति इत्युक्ते जीवन कालं यापयति, कालं यत् कालं यापयति, यापयति इत्युक्ते केवलं इट् इस् स्पेण्डिङ्ग् टैम्, स्पेण्डिङ्ग् टैम् अथवा सुखेन जीवति, सुखेन जीवति. कथायाः नीतिः का वदतु भगिनि? कथायाः नीतिः, faced with challenges, problems, to overcome them, aham prayatnam karaniyam, upayam karaniyam, jnanam upayujya upayam karaniyam, jnanam sampadaniyam. Ha, uttama. Atra ataha चतुर, काकः चतुरः अथवा काकः बुद्धिमान्, अथवा युक्तिमान्. उत्तमं भगिनि, धन्यवादः. अधुना समयः अभवत्, सर्वेषां धन्यवादः. अग्रिमे सप्ताहे मिलामः. धन्यवादः. एकप्रश्नम्.